ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः। धन्यवादः महोदय, सर्वेषां स्वागतम् अस्मिन् वर्गे। सर्वे नमः। अस्माकं प्रवर्तमानविषयः अस्ति तत्र आत्मनेपदी आत्मनेपदिनः धातवः ये सन्ति तेषां लङ्लकारः अपि विधिलिङ्लकारः च। तत्र लकारद्वयस्य पाठः अस्ति, यतोहि तत्र लकारद्वयोः मध्ये किञ्चित् साम्यमस्ति इति कृत्वा, अतः तत्र पुनस्मरणं कृत्वा तत्र लकारस्य रूपाणि कथं सन्ति इति कृत्वा इति एकवारं पुनस्मरणं कुर्मः। तदनन्तरं तत्र पाठः अस्ति, तत्र पूर्णतया न पठितवन्तः इति मन्ये, अतः तत् पाठमपि समापयामः, तदनन्तरम् अभ्यासं कुर्मः। अस्तु तर्हि तत्र शोभा भगिनी, तत्र लब् धातुः स्वीकृत्य तत्र विधिलिङ्लकारः कथं भवति, अपि तत्र लङ्लकारः कथं भवति इति वदति वा? आम् महोदय, पुटसङ्ख्या अस्ति 102 103। आम्, तत्र लब् इति लङ्लकारे अलभत अलभेताम् अलभन्त अलभथाः अलभेथाम् अलभध्वम् अलभे अलभावहि अलभामहि लङ्लकारे, अपि च विधिलिङ्लकारे लभेता लभेयातां लभेरन् लभेया लभेथाः लभेयाथां लभेध्वं लभेय लभेवहि लभेमहि इति भवति। तयोः मध्ये साम्यम् अस्ति वा, किञ्चित् साम्यम्? किञ्चित् साम्यम् अस्ति महोदय, तत्र किं साम्यम् इत्युक्ते तत्र साम्यं नाम एकस्य स्मरणमस्ति चेत् अन्यस्य स्मरणमपि भवति वा इति भवति। तत्र प्रथमपुरुषे पश्यामः चेत् अलभता इति, अपि च अलभेताम् इति अस्ति, अलभन्त किं तत्र प्रथमपुरुष अपि च विशिष्टतया मध्यम प्रथमपुरुषे द्विवचने साम्यमस्ति, ताम् इति आगच्छति तत्र, अपि च मध्यमपुरुषे थाः इति अन्ते अस्ति एकवचने, अपि च द्विवचने पुनः थाम् इति अस्ति, ध्वम् इति अस्ति बहुवचने अन्ते, अपि च लभेया इति भवति विधिलिङ्गि, अलभे इति भवति, तत्र किञ्चित् भेदः, नो चेत् तदनन्तरं भाव लभावहि लभामहि इति लङ्लकारे अस्ति चेत् विधिलिङ्गि लभे वहि लभे महि इति भवति। अपि च किं भिन्नः कः रूपः इत्युक्ते किं रूपं भिन्नम् इत्युक्ते तत्र लङ्लकारे सर्वत्र अकारः दृश्यते आदौ, अट् आगमः अस्ति इति कृत्वा। समीचीनं समीचीनं, तद् नास्ति कुत्रापि, मध्ये एकारः अस्ति। हा सत्यं महोदय, विधिलिङ्गि सर्वत्र एकारः भवति मध्ये सर्वेषु आधिक्यं, तत्र भेदः आधिक्यः भेदः अधिकः भेदः कुत्र वर्तते इत्युक्ते, तत्र प्रायशः प्रथमपुरुषे बहुवचने नाम तत्र अलभन्ता अपि लभेरन् इति, तत्र अन्ते सम्पूर्ण भिन्नरूपम् भिन्न अन्तिमवर्णः समानः नास्ति नास्ति नास्ति अस्तु, किन्तु तत्र एकस्य स्मरणम् अस्ति चेत् अन्यस्य सामीप्यम् अस्ति इति कृत्वा तस्यापि स्मरणं भवति मनसि इति चिन्तयितुं शक्नुमः। आम् अस्तु, अतः तत्र रूपसाम्यमस्ति. अर्थभेदः तु अस्ति एव, यतोहि लङ्लकारः तु भूतकालार्थे अपि विधिलिङ्ग विधिलिङ्गस्य अर्थः सम्भावना अथवा विधि आज्ञा इति भवति. समीचीनं भगिनी, अस्तु अग्रे वेदा भगिनी. इदानीं तत्र एकवारं तत्र केवलम् एकमेकं कुर्मः. अतः तत्र जायते इति तत्र लङ्लकारः अपि विधिलिङ्गकाररूपाणि वदति वा पुनः एकवारं महोदय? जायते, जायते इति जायते वा? जायते, जायते, अजायत, अजायेत, अजायन्त, अजायथाः, अजायेथा, अजायध्वम्, अजाये, अजया, अजया, अजायावहि, अजायावहि, अजायामहि. लङ्लकारे विधिलिङ्गकारे अथवा पुस्तकम् उद्घाटितं वा? पुस्तकं कुत्र अस्ति न जानामि. जायते, समीचीनं, न जानामि. परन्तु लब्धातु अहं पश्यामि, तदेव अहं वक्तुं शक्नोमि महोदय. अलभत, तत् रूपं दृष्ट्वा अहं वदामि. अस्तु, इदानीं जायते विधिलिङ्गकारे जायेत, जायेत, जायेतां, जायेयातां, ओ जायेयां, जायेयातां, जायेरन्, जाये, जायेताः, जायेयातां, जायेध्वं, जायेय, जायेमहि, जायेमहि, जायेमहि, जायेमहि. समीचीनं भगिनि, अस्तु. अग्रे उषा भगिनी, तत्र कम्पति, कम्पति अस्तु, विधि लङ्लकारे, लङ्लकारे कम्पत, अकम्पत, अकम्पत, अकम्पेताम्, अकम्पन्त, अकम्पताः, अकम्पेथाम्, अकम्पध्वम्, अकम्पे, अकम्पावहि, अकम्पामहि इति लङ्लकारे. विधिलिङ्लकारे कम्पेत, कम्पेयातां, कम्पेरन्, कम्पेताः, कम्पे, कम्पेयाथां, कम्पेध्वं, कम्पेय, कम्पे वहि, कम्पे महि. उत्तमं भगिनि, अस्तु. अग्रे नरेश महोदय, इदानीं तत्र रमते इति रमते लङ्लकारे अरमत, अरमेताम्, अरमन्त, अरमथाः, अरमेथाम्, अरमाध्वम्, अरमे, अरमावहि, अरमामहि. समीचीनम्. इदानीं विधिलिङ्ग् रमेत, रमेयातां, रमेरन्, रमेथाः, रमेयाथां, रमेध्वं, रमेय, रमेया वहि, रमेया महि. हा, रमे, न न, रमे तत्र रमे वहि, रमे, रमे महि. हा, तत्र रमेय, तदनन्तरं रमे वहि, रमे महि. आम्, समीचीनम्. अस्तु, अग्रे तत्र शोभा भगिनी, इदानीं तत्र लभते, अस्तु, तत्र सेवते, सेवते. आं महोदय, सेवते, असेवत, असेवेताम्, असेवन्त, असे, असेवताः, असेवताः, असेवताः, असेवताम्, असेवेथाम्, असेवेथाम्, क्षम्यताम्, असेवेथाम्, असेवध्वम्, असेवे, असेवा वहि असेवा महि अपि च विधिलिङ् सेवेता सेवेयाता सेवेरन् सेवेथाः सेवेया सेवेयाथां सेवेध्वं सेवेय सेवे वहि सेवे महि हा उत्तमं भगिनि हा समीचीनं गीताञ्जलि भगिनी नमस्कारः नमस्ते महोदय नमस्कारः महोदय नमस्कारः विलम्बः हा चिन्ता मास्तु भगिनि नमस्कारः पुटसङ्ख्या अस्ति 102 103 लिङ्गकारः अपि तत्र लङ्लकारः आत्मनेपदधातूनां तत्र गीताञ्जलि भगिनी भवती सिद्धा वा वक्तुम् आम् आं महोदय अस्तु अस्तु अतः तत्र एतद् धातुः स्वीकरोतु भगिनी तत्र हा मोदते इति लङ्लकारः विधिलिङ्लकारः अमोदत अमोदत अमोदेताम् अमो किं महोदय अमोदेताम् हा अमोदत अमोदेतान् अमोदन्त अमोदथाः अमो अमोदथ अमोदेथाम् अमोध्वम् अमोधध्वम् दकारः अल्पप्राणः दकारः धातो अस्ति खलु मोद् इति अतः अमोद अमोदध्वम् अमोदध्वम् अमोदे अमोद् अमोदावहि अमोदामहि हा उत्तमं इदानीं लङ्गि लिङ्ग् अधुना न महोदय विधिलिङ्ग्लकारः विधिलिङ्ग्लकारः विधिलिङ्ग् अस्तु अमोद् नै मोदेत मोदेयातां मोदेरन् मोदेथाः मोदेयाथां मोदेध्वं मोदेय मोदे मोदेवहि मोदेमहि हा समीचीनं भगिनि उत्तमम् अस्तु धन्यवादः अस्तु लक्ष्मी भगिनी इदानीं नमस्कारः भवती कथमस्ति सम्यक् अस्ति महोदय धन्यवादः हा उत्तमं पुटसङ्ख्या अस्ति 103 भगिनि 103 104 102 103 तत्र लङ्लकारः विधिलिङ्गकारः अस्तु लक्ष्मी भगिनी तत्र लोकति इति करोति वा लोकति लङ्लकारि वा प्रथमतया लङ्लकारः तदनन्तरं विधिलिङ्गकारः अलोकत अलोकेताम् अलोकन्त अलोकताः अलोकेताम् अलोकेध्वम् अलोके अलोकावहि अलोकामहि हा समीचीनं हा इदानीं विधिलिङ्गि विधिलिङ्ग् लोकेत लोकेयातां लोकेरन् लोकेताः लोकेयाथां लोकेध्वं लोकेय लोकेवहि लोकेमहि हा समीचीनं भगिनि हा उत्तमम् अस्तु इदानीं वंशीसुधा भगिनी तत्र शोभते इति करोति वा शोभते इति न रूपं शोभते कीदृशरूपं वक्तव्यं लङ् तदनन्तरं विधिलिङ्ग् हा अस्तु शोभते लङ् रूपं शोभेत शोभेतां शोभन्त शोभताः शोभेथां शोभध्वं शोभे शोभावहि शोभामहि एतत् तु लङ् रूपं भगिनि तत्र लङ्लकारः खलु आदौ भवेत् खलु क्षम्यताम् अशोभेत् अशो अशोभेत अशोभेत अशोभेताम् अशोभत अशोभेताम् अशोभत क्षम्यताम् तत्तु विधिलिङ्गरूपम् अशोभत अशोभेताम् अशोभन्त अशोभताः अशोभेताम् अशोभध्वम् अशोभे अशोभावहि अशोभामहि समीचीनं वा महोदय समीचीनं विधिलिङ्ग् अपि वक्तव्यं वा शोभेत शोभेयातां शोभेरन् शोभेताः शोभेयाथां शोभेध्वं शोभेय शोभेवहि शोभेवहि शोभेमहि शोभेमहि समीचीनं शोभेय शोभेमहि शोभेमहि समीचीनं भगिनि अस्तु अस्तु धन्यवादः अस्तु प्रिया भगिनी नमस्कारः तत्र तत्र विद्यते इति करोति वा भगिनि आं महोदय विद्यते लङ्लकारः एतत् अस्ति अविद्यत अविद्येताम् अविद्यन्त अविद्यथाः अविद्येथाम् अविद्यध्वम् अविद्ये अविद्यावहि अविद्यामहि समीचीनं भगिनि इदानीं विधिलिङ्गि विधिलिङ्गि विद्येत विद्येयातां विद्येरन् विद्येथाः विद्येयाथां विद्येध्वं विद्येम वा विद्येम ओ विद्येय विद्येवहि विद्येमहि हा उत्तमं भगिनि अस्तु समीचीनम् अस्तु अतः तत्र पुनस्मरणं जातं सर्वे इदानीं जानन्ति आत्मनेपथ्यधातूनां तत्र लङ्लकारः विधिलिङ्गकारः कथं भवति इति अस्तु अतः तत्र पाठः पुनः पठामः तदनन्तरं तत्र अभ्यासमपि कुर्मः तत्र प्रायशः तत्र पुटसङ्ख्या एकाधिकशततमे पुटे यद् अस्ति तत् पठितवन्तः किन्तु पुनरेकवारं स्वीकृत्य पठामः तर्हि तत्र नरेश् महोदय आरम्भं करोति वा तत्र आं महोदय एतां कथाम् उच्चैः पठत सौवीरदेशे सञ्जयः नाम राजा अवर्तत तस्य पिता वृद्धक्षत्रः माता च विदुला कदाचित् किमस्ति आम् देशस्य नाम तु सौवीरदेशः अस्ति तत्र एकः राजा आसीत् तस्य नाम सञ्जयः तस्य नाम सञ्जयः सञ्जयः सञ्जयस्य पिता वृद्धक्षत्रः आसीत् माता विदुला आसीत् मातायाः नाम विदुला मातायाः नाम विदुला पितुः नाम वृद्धक्षत्र मातायाः नाम वृद्धक्षत्रः वृद्धक्षत्रः अतः एतावत् केवलं परिचयः जातः एषः कः इति तत्र तस्य नाम अपि तत्र मातुः नाम पितुः नाम अपि आम् उक्तमस्ति अस्तु अग्रे अग्रे कदाचित् सञ्जयस्य समीपराज्यस्थेन सिन्धुराजेन सह युद्धं प्रावर्तत तत्र प्रावर्तत इति लकारः कः प्र अवर्तत लङ्लकारः अस्ति लङ्लकारः तत्र लट्लकारिरूपं किं प्रवर्तते समीचीनं तत्र युद्धम् अभवत् अग्रे यद्यपि सञ्जयः धृशम् अयुध्यत तथापि तस्य सैन्यं पराजयम् अलभत लङ्लकारे अस्ति सः सञ्जयः घोरयुद्धं कृतवान् परन्तु सः अपराजितः अभवत् समीचीनं महोदय. अग्रे बहवः सैनिकाः अम्रियन्त बहु सैनिकाः मृत्युं प्राप्तवन्तः. मृत्युं प्राप्तवन्तः बहवः सैनिकाः मृत्युः प्राप्तवन्तः. भीतः सञ्जयः प्राणान् रक्षितुं ततः पलायत. सञ्जयः भीतः जातः प्राणान् रक्षितुं ततः सः पलायनं कृतवान्. पलायत अस्ति. तत्र किञ्चित् विशिष्टपदमस्ति, अग्रे पश् तस्मिन् विषये किञ्चित् चर्चयामः. किन्तु तत्र पलायनं कृतवान् तत्र युद्धक्षेत्र क्षेत्रं त्यक्तवान् तत्र गृहम् आगतवान्. सः भीतः आसीत् अथ भीतः विशेषणम् अपि. किं कर्तुं सः पलायनं कृतवान्? प्राणान् रक्षत. तत्र किमर्थं प्राणान् इति अस्ति? प्राणान् बहुवचने अस्ति. द्वितीयवचन बहुवचने. किमर्थं प्राण द्वितीयविभक्ति? द्वितीयविभक्ति. किन्तु किमर्थं प्राणान् इति बहुवचने अस्ति? प्राणं रक्षितुम् इति नास्ति. केवलं सः एकः एव अस्ति खलु तत्र सञ्जयः? पञ्चप्राणाः महोदय. पञ्चप्राणाः इति कृत्वा अस्तु पञ्चप्राणान् रक्षितुं इति समीचीनम्. अस्तु अन्तिमवाक्यं महोदय. राजभवनम् आगतः सः अन्तःपुरं प्राप्य निरुत्साहतया अशेत. सः राजभवनं गतवान् तदा अन्तः गत्वा सः अशेत निरुत्साहतया. तत्तु तृतीयविभक्तिः अस्ति. अशेत तदपि लङ्लकारः अस्ति. तत्र सि इति धातुः, शेते इति लट्लकारे, अत्र अशेत लङ्लकाररूपं. निरुत्साहः सः आसीत् अथ निरुत्साहता इति तस्य भावः आसीत्. भावः अस्ति तृतीयविभक्ति. तया भावया सह तत्र सः शयनं कृतवान् अतः अशेत. समीचीनं महोदय. अस्तु अग्रे सरामः. तर्हि तत्र अग्रे शोभभगिनी अग्रे किञ्चित् विवृणोति वा भगिनि? आम् महोदय. रणाङ्गणात् आगतं पुत्रं विदुला दूरात् एव अलोकत. तत्र रणाङ्गणात् इति पञ्चमी विभक्तौ. आगतं पुत्रं विशेषविशेषणं. विदुला दूरात् तत्रापि पञ्चमी एव. अलोकत इति तत्र लोक् इति धातोः लङ् रूपम्. अलोकत इति दृष्टवती इति अर्थे वक्तुं शक्नुमः. तत्र अथवा अपश्यत्. रणाङ्गणात् इति अस्ति पञ्चमी. किमर्थं किं महोदय? रणाङ्गणात् इति अस्ति, किमर्थं पञ्चमी? ते तत्र किं विभजनं भवति, सेपरेशन् भवति किल महोदय, तत्र अतः तत्र रणाङ्गणात् आगतम् इति. यत् तस्मिन् स्थाने तिष्ठति तस्य पञ्चमी, यः तस्मात् गच्छति तस्य तु तत्र कर्ता भवेत्. तत्र किं वृक्षात् फलं पतति, वृक्षं तत्रैव तिष्ठति इति कृत्वा तस्यैव पञ्चमी. अत्र रणाङ्गणं तत्रैव तिष्ठति, अतः रणाङ्गणात् एषः आगतः अस्ति, अथ रणाङ्गणात् आगतं पुत्रम्. अस्तु महोदय, यत् तिष्ठति तस्य पञ्चमी भवति, पञ्चमी इति. अग्रे तदनन्तरं पश्चात् सा पुत्रस्य निकटं गत्वा अब्रूता. पश्चात् सा तत्र पुत्रस्य निकटम् इत्युक्ते समीपं गत्वा इति, पार्श्वे समीपम् इति गत्वा अब्रूता इति अपि तत्र लङ्लकारे अस्ति, ब्रू इति धातुः, अथवा उक्तवती इति भवति, अथवा वदति अस्ति चेत् अवदत् इति भवति. अपि च सा उक्तवती सञ्जय भवादृशं भीरुं पुत्रं प्राप्य अहं नितरां लज्जे इति. तत्र भवान् सदृशम् इति अर्थे भवादृशम् इति उक्तवती. भीरुम् इत्युक्ते यः वीरः नास्ति इति. पर्यायवाचक पदं न जानामि तत्र महोदय, अन्यत् भीरुः इति, भीरुः इति वदति वा, अहं न स्मरामि भगिनि तत्र भीरुः इति. हा, किन्तु तत्र यस्य धैर्यं नास्ति अपि च सः तु रणाङ्गणात् पलायनं कृतवान्, अतः भीरुः इति. भीरुः पुत्रः नास्ति इति वक्तुं शक्नुमः. शूरवीरः नास्ति, हेडिः इति अपि अस्ति वा इति न जाने. भीरुं पुत्रम् इति भवादृशम् इत्युक्ते भवतः सदृशं, सदृशं भवतः सदृशं. भीरुं पुत्रं तत्र विशेषविशेषणं भवति. प्राप्य इति तत्र लेबन्तम्. अहं नितरां लज्जे, अहं तु नितराम् इत्युक्ते तत्र कथं वदामि, लज्जे, लज्जे इति उत्तमपुरुषे तत्र अस्ति किल महोदय. सत्यं भगिनि, उत्तमपुरुषे एकवचने लज्जे इति. तत्र धातुः लज् एव इति. अहं सम्पूर्णतया अथवा तत्र बहु इति अर्थे अपि भवति, बहु इति अर्थे. भवान् यावज्जीवं युद्धेत इति चिन्तनं मम मनसि अवर्तत. अत्र यावज्जीवम् इत्युक्ते यावत् जीवम् इति मन्ये, सन्धि भूत्वा यावज्जीवम् इति भवति तत्र. युद्धेत इति चिन्तनं मम मनसि अवर्तत. अस्तु, तत्र युद्धेत इति लभेत इति दृश्यते, अतः तत्र लङ्लकार लङ् नास्ति, लङ् नास्ति तत्र, विधिलिङ्गे वाचने. अत्र संशयः, मम संशयः नास्ति, भवान् तत्र तत्र यावज्जीवं युध्येत इति मम चिन्तनम् आसीत्. तत्र यावज्जीवस्य अन्तिमक्षणपर्यन्तं तत्र भवान् युद्धं करोति, नाम युद्धे एव भवतः मरणं भवति. यावत् जीवम् अस्ति भवति तावत्पर्यन्तम् इति, यावत् जीवम् अस्ति तावत्पर्यन्तम् इति, तावत्पर्यन्तम् अन्तिमक्षणपर्यन्तं तत्र, नाम युद्धे एव तत्र क्षत्रिय अस्ति इति कृत्वा तत्र स्थित्वा एव मरणं प्राप्तिः, तत्र शोभ, तत्र श्रेयः इति कृत्वा श्रेयः. आम् आम् तावत् यावत् जीवं अस्ति तावत् युद्धेत इति चिन्तनं मम मनसि अवर्तत. तत्र वर्तते सा किम् उक्त वर्तते इति न उक्तवती, अवर्तत इति उक्तवती. न न वर्तते इत्यस्य लङ्लकार अवर्तत इति भवति. नाम किमर्थं सा लट्लकारे न उक्तवती? किं पूर्वं चिन्तितवती किन्तु तदा न अभवत्. अतः इदानीं तत्र अतः तत्र चिन्तितवती यत् भवान् यावत् जीवमस्ति तावत् युद्धं करोति इति, किन्तु तत्तु न अभवत् इति. अतः इति अतः सा लङ्लकारस्य उपयोगं करोति अवर्तत कृतवती. आम् भूतकाले चिन्तितवती किन्तु वर्तमानकाले तत् सत्यं नास्ति इति कृत्वा कृत्वा एतादृशं चिन्तनं मम मनसि आसीत् आगतम्. अग्रे परं भवान् भीरुः इव पलायितः. परं नाम परन्तु परन्तु परन्तु भवान् भीरुः इव तत्र पुनः तत्र भीरुः इति तत्र यस्य धैर्यं वीरता शूरता नास्ति पलायनं करोति युद्धक्षेत्रेण क्षेत्रात् तादृशः भीरुः इव पलायितः इति. अनन्तरं पुत्र त्वं वीरक्षत्रियकुले अजायथाः. अजायथाः इति अजायथाः तत्र अस्ति अतः लङ्लकारे अपि च तत्र जायते जन् धातोः अजायताः इति लङ्लकाररूपं मध्यमपुरुषे त्वम् इति अस्ति तत्र मध्यमपुरुषे भवति एकवचने अजायथाः. त्वं वीरक्षत्रियकुले अजायथाः जन् धातुः. त्वं तु क्षत्रियकुले जन्म नीतवान् इति. क्षत्रियकुलजन्म वीरक्षत्रियकुले अभवत् अभवत्. पलायनं नाते भूषणम् अतः यतोहि क्षत्रियकुले भवान् अजायत इति कृत्वा पलायनं तस्य विषय भवतः विषये भूषणं शोभनं न ददाति. तत्र ते नाम क्षत्रियस्य गुणः नास्ति एतत्. तत्र ते नाम किं ते नाम ते इत्युक्ते तत्र तव इति भवति महोदय. तव भूषणं पलायनं न तव तु न भूषणं इति. तव भूषणं नास्ति. समीचीनं भगिनि. अस्तु धन्यवादः. अस्तु धन्यवादः महोदय. धन्यवादः भगिनि. अस्तु अग्रे तत्र वेदा भगिनी किञ्चित् वदति वा अग्रे महोदय. भवान् यावज्जीवं युध्येत तत्र यकारमध्यायति युध्येत युध्यते युध्यते मम पुस्तके युध्येत सत्यं भगिनि किन्तु धातुः अस्ति तत्र युध्यते इति. किन्तु लिङ्ग् अस्ति तु विधिलिङ्ग् अस्ति युध्येत युध्येत किमर्थं यकार आयाति तत्र महोदय? यक् प्रत्यय मध्ये आयाति चेत् कर्मणि अस्ति वा? भवान् यावज्जीवं युध्येत इति चिन्तनं मम मनसि अवर्तत. तत्र भवता भवनीयम् इति मन्ये कर्मणि अस्ति चेत् किल. आम् किन्तु युध्येत किमर्थं यकार आयाति तत्र विधिलिङ्गकारे कर्त्री विधिलिङ्ग अस्ति यकार तु धातु मध्ये अस्ति युध्यते. अतः लट्लकारे रूपं वदतु भगिनि लट्लकारे युद्धते न न न युद्धते न युध्यते ओ युध्यते वा युद्ध इति यकार तत्र अस्ति एव हा हा दिवादिगणे अस्ति भगिनी एतत् एषः ओ अस्तु अस्तु हा हा युद्ध तत्र युध्यते इति युध्यते इति तत्र कर्तृरूपे युध्यति भावे अपि तत्र कर्तृमध्ये अपि युध्यते भावे कर्मणि मध्ये अपि युध्यते एव भवति अस्तु अस्तु यकार च अस्तु अस्तु अस्तु द्वादिवादिगणे अस्ति अतः तत्र भवता युध्येत इति अपि साधु किन्तु एतावत् वयं तत्र कर्मणि न कृतवन्तः न कृतम् तत्र दत्तमपि भवान् युध्येत इत्युक्ते भवान् इति इति करणीयमेव इति मनसि अवर्तत अस्तु अतः कर्त्री कर्तृप्रयोगः एव धन्यवादः दिवादिगणेन अस्तु अस्तु महोदय अस्तु धन्यवादः अतः एव तत्र रूपसामान्यं भवति तत्र दिवादिगणे अस्ति चेत् अस्तु कर्तृ कर्मणि मध्ये अस्तु अग्रे वेदा भगिनी अतः इदानीम् एव युद्धक्षेत्रं प्रति निवर्तस्व लोट्लकारे तद् वदति अतः इदानीम् एव इदानीमेव युद्धक्षेत्रं प्रति गच्छतु इति तत्र भगिनि तत्र लट्लकारे प्रथमपुरुषे एकवचने रूपं किं भवति एतस्य लट्लकारे प्रथमपुरुषे एकवचनरूपम् अतः इदानीम् एव युद्धक्षेत्रं न तत् केवलं तत्र अन्तिमपदं प्रतिनिवर्तस्व निवर्तति निवर्तति किन्तु तत्र स्व अस्ति चेत् तत्र आत्मनेपदि दातु वा परस्मैपदि दातु ओ आत्मनेपदि निवर्तते करेक्ट् प्रतिनिवर्तते अतः इदानीमेव युद्धक्षेत्रं प्रति गच्छतु निवर्तस्य वा तत्र महोदय निवर्तस्व प्रतिनिवर्तस्व किन्तु मध्यम केवलं निवर्तस्व इति अस्ति वा भगिनि मध्यमपुरुषः अस्ति इत्युक्ते केवलं सारल्यार्थम् अहं पृष्टवान् तत्र प्रथमपुरुषे एकवचने लट्लकारे रूपं किम् इति किन्तु मध्यमपुरुषे एतद् रूपं तु मध्यमपुरुषे एकवचने एव अग्रे मुहूर्तं ज्वलितं श्रेयः न तु धूमायितं चिरम् इति वाक्यं स्मर स्मर तत् तदपि लोट्लकारे अस्ति स्मर मुहूर्तं ज्वलितं श्रेयः ज्वलितं मुहूर्तं मुहूर्तं मीन्स् चिरं काले ज्वलितं श्रेयः वा न तत्र विषयद्वयमस्ति खलु भगिनि तत्र श्रेयः अस्ति न तु इति अस्ति न तु श्रेयम् अन्यत् श्रेयः नास्ति अतः श्रेयः किम् ज्वलितं मुहूर्तं ज्वलितं मुहूर्तं श्रेयः ज्वलितं श्रेयः धूमायितं चिरं न श्रेयः न श्रेयः अश्रेयः तत्र किम् अस्ति तत्र दीपः अस्ति इति चिन्तयतु आम् दीपः ज्वलितं श्रेयः अस्ति एकं क्षणमपि तत् दीपः एकक्षणमपि प्रकाशते चेत् श्रेयति परन्तु धूमस्य चिरं धूमः अस्ति चेत् अपि तस्य श्रेयः नास्ति खलु केवलं धूमः एव अस्ति चेत् तेन कः लाभः खलु बहुकालं धूमरूपेण भवति चेदपि तेन किमपि लाभः नास्ति श्रेयः नास्ति श्रेयः नास्ति तत् अतः एकं क्षणम् अथवा मुहूर्तस्य तत्र विवरणं तत्र वंशीसुधा भगिनी दत्तवती तदहं न स्मरामि वंशीसुधा भगिनी तत्र मुहूर्तः नाम किम् अष्टचत्वारिंशत् अष्टचत्वारिंशत् निमिषाः महोदय अष्टचत्वारिंशत् अस्तु अस्तु घण्टा समीपं समीपमस्ति अस्तु धन्यवादः भगिनि हा अतः तत्र तावत्पर्यन्तं ज्वलितम् अस्ति चेत् केवलं तावत्पर्यन्तं ज्वलितम् अस्ति चेदपि श्रेयः कस्य अपेक्षया चिरं नाम सर्वदा सर्वदा धूमायितं भवति चेदपि तेन किमपि लाभः नास्ति केवलम् अतः तत्र वीरक्षत्रियस्य गणक्षेत्रे किञ्चित् कालमपि यद् युद्धं वीरयुद्धं कृत्वा हा यदि करोति तत् श्रेयः भवति पलायनं यदि करोति तत्र श्रेयः यतोहि यद्यपि तत्र पलायनं करोति चेत् जीवस्य तत्र दीर्घता भवति खलु जीवनस्य दीर्घता अस्ति तत्र किन्तु श्रेयः नास्ति इति वाक्यं स्मर इति माता उक्तं पराक्रमेण युद्धस्व इति युद्धस्व युद्धस्व पराक्रमेण युद्धस्व तत्र युद्धस्व अपि मध्यमपुरुषे एकवचन लोट्लकाररूपमस्ति युद्धस्व पराक्रमेण तृतीयाविभक्ति समीचीनम् अस्तु अग्रे तदा सञ्जयः उक्तवान् अम्ब शत्रुसैन्यम् अस्माकं सैन्यस्य अपेक्षया बृहत् शक्तियुक्तं च अस्ति तदा सञ्जयः प्रति वदति अम्ब शत्रुसैन्यम् अस्माकं सैन्यस्य शत्रुसैन्यं बहु बृहत् अस्ति न बृहत् किं किदं वदामि शत्रुसैन्यम् अस्माकं सैन्यस्य अपेक्षया बृहत् शक्तियुक्तं च अस्ति बृहत् अस्ति अपि च शक्तिमान् अपि शक्तिमत्तः अपि अस्ति न शक्तिमत् अस्ति अपि नपुंसकलिङ्गे अस्ति अत एव पुल्लिङ्गरूपं भवति अत्र तु सैन्यं नपुंसकलिङ्गे अस्ति बृहत् तत्र बृहत् पुल्लिङ्गे किं भवति बृहान् खलु बृहान् किन्तु अत्र बृहत् इति एव अस्ति बृहत् शक्तियुक्तं सैन्यम् अस्ति अतः एवं वयं पराजयामहि अतः एव वयं पराजयामहि तत्र लङ्लकाररूपम् अस्ति तत्र पराजयामहि इति लङ्लकाराजयामहि अस्तु तत्र उत्तमपुरुषे बहुवचनं तत्र उपसर्ग अस्ति अत्र पर उपसर्ग पर योगः अजयामहि अजयामहि पराजयामहि इति रूपम् आयाति तद् तदेव किम् एव नाम किम् अत एव इत्युक्ते अव्यय अत एव किमर्थम् एव इति अस्ति किमर्थम् इत्युक्ते सैन्यम् अन्य शत्रुसैन्यं बृहत् अस्ति अपि च शक्तियुक्तमस्ति तदेव वयं पराजयामहि हा तत्र नाम सीमा एव अस्ति चेत् सीमां करोति अत्र सीमा का नाम अन्यत् किमपि न भवितुम् अर्हति केवलम् अस्माकं पराजयमेव भवितुम् अर्हति अतः तत्र विकल्पः नास्ति एतद् भवति वा अन्यत् भवति वा इति चिन्तनं विकल्पना न कर्तुं शक्नुमः केवलम् एकमेव भविष्यति तद् तत् किमस्ति अस्माकं पराजयम् अतः सः वदति अतः एव वयं पराजयामहि पराजयं प्राप्नुमः प्राप्स्यामः अग्रे बृहतः सैन्यस्य सङ्ग्रहं कृत्वा विजयं लप्स्ये अग्रे बृहतः सैन्यस्य सङ्ग्रहं कृत्वा विजयं लप्स्ये इत्युक्ते अग्रे बृहतः सैन्यस्य सङ्ग्रहं तत्र बृहतः इति किमस्ति बृहतः इत्युक्ते बहूनि किन्तु विभक्ति का तत्र ओ बृहत्तः षष्ठी विभक्ति न प्रथमविभक्तौ रूपं किं बृहत् बृहत् हा बृहत् बृहतः भवत् भवतः बृहत् बृहतः बृहतः सैन्यस्य सैन्यस्य तस्य विशेषणं बृहतः सैन्यस्य सङ्ग्रहं कृत्वा विजयं लप्स्ये लप्स्ये इत्युक्ते तत्र लप्स्ये लप्स्ये लोट्लकार वा न न लप्स्ये लप् लप् लृट् लकार भविष्यत्काले लभे लभे इति लट् लकारे लट् लकारे अहं लभे लप्स्ये काले अहं लप्स्ये विजयम् लप्स्ये विजयं प्राप्नुमः इति प्राप्स्यामि प्राप्स्यामि इति वदति सङ्ग्रहं कृत्वा इत्युक्ते किं वदामि तस्य सङ्ग्रहं कृत्वा एकत्र कृत्वा वा एकत्र एकीकरणम् एकीकरणं कृत्वा विजयं लप्स्ये अद्य यदि तत्र गच्छेयं तर्हि अवश्यम् एव म्रियेय इति अवदत् अद्य अद्य यदि तत्र गच्छेयं तत्र गच्छेयम् इति लकारः विधिलिङ्ग्लकारे गच्छेयं अस्तु तत्र किन्तु गच्छेय इति नास्ति खलु तत्र गच्छेयम् इति अस्ति गच्छेयं गम् दातु गच्छति गच्छेयं तत्र गच्छति इति परस्मै वा आत्मनेपदी वा गच्छति इति परस्मैपदी अतः गच्छेयम् इति रूपम् केवलम् आत्मनेपदी धातुः नामेव तत्र तत्र लभेय इति भवति खलु महोदय लभेय गच्छेयम् इति एव साधु यदि तत्र गच्छेयम् अहं यदि तत्र गच्छेयम् अवश्यं मरणं प्राप्नुमः प्राप्नोमि मरणं प्राप्नोमि म्रियेय इति विधिलिङ्गकारः विधिलिङ्गकारे तदेव भवति तदेव भवति संशयः नास्ति तद् तदेव विधिः इति तत्र म्रियेयं म्रियेय अहं म्रियेय इति सः अवदत् समीचीनम् अस्तु समीचीनं भगिनी धन्यवादः अस्तु अग्रे तत्र लक्ष्मी भगिनी अग्रे करोति वा अस्तु महोदय महोदय क्षम्यतां महोदय गच्छेयं किं कीदृशरूपं विधिलिङ्गकारं भगिनि विधिलिङ्ग् विधिलिङ्ग् परस्मैपदी ओ अस्तु अस्तु परस्मैपदी तत्र पट् धातोः रूपाणि स्मरति वा तत्र पठेयं अतः तत्र गच्छेयं सः गच्छेत् अस्तु अस्तु अस्तु अहं गच्छेयं धन्यवादः विदुला पुत्रस्य वचनं निराकुरुत लङ्लकारः निर् उपसर्गपूर्वं कृ धातुः निराकुरुत लङ्लकारे अस्ति तत् निराकरोत् इति वा अथवा निराकुरुत इति अस्ति तत्र किं निराकरोति किन्तु निराकुरुत लट्लकाररूपं किम् अस्ति लट्लकारे लट्लकारे किम् अस्ति लट्लकारे कुरुते इति निराकुरु निरा अकुरुत अकुरुत समी समीचीनं भगिनि निराकुरुते लट्लकारे तदनन्तरम् अकुरुत इति भवति निर् इति तत्र योजयित्वा निराकुरुत समीचीनम् अस्तु तत्र न अङ्गीकृतवती तत्र तत्र यत् सः उक्तवान् तत् सत्यं तत् समीचीनम् इति पुत्रस्य वचनं न अङ्गीकृतवती तस्याः मतं भिन्नम् आसीत् सा पुनरपि वदति पुत्र भवान् युद्धे विजयेत न वा? सा पृच्छति भवान् युद्धे विजयं विजयेत न वा इति तत्र विजयेत इति विजिलिङ्ग् हा किन्तु अर्थे विजयते इति लट्लकारे अर्थद्वयम् अस्ति खलु तत्र सम्भावनार्थे विद्यर्थे अत्र कः अर्थः विद्यर्थे किन्तु तत्र तदनन्तरमस्ति न वा इति अस्ति खलु अतः सम्भावना नाम वयं न जानीमः सः न जानाति खलु तत्र तस्य विजयः विजयं प्राप्नोति न वा इति सः वदति भवान् युद्धे विजयेत न वा तत्र तद् भवति न वा तत्र किं तत्तु न जानीमः खलु अतः तत्र सम्भावना चिन्तां मा करोतु तत्र विजयेत चिन्तां मा करोतु तत्र विजयं तव एव भवति इति तस्मिन्नेव समये अहं युद्धं करोमि यदि विजयं मम नास्ति चेत् अहं युद्धं न करोमि इति तादृशं चिन्तनं मास्तु भवान् युद्धे विजयेत न वा चिन्ता मा करोतु युद्धक्षेत्रं गच्छतु युद्धक्षेत्रं प्रति गच्छतु इति सा वदति राजानं भवन्तं पलायितं दृष्ट्वा सैनिकाः किं कुर्वीरन् विजिलिङ्ग् बहुवचने अस्ति तत्र ते किं कुर्वीरन् ते तत्र ते तत्र तेन किं कुर्वीरन् नाम ते सैनिकाः किं कुर्वीरन् ते किं कुर्वन्ति तत्र ते तत्र राजा अस्ति चेत् राजा तत्र राजा अथवा महाराजा अस्ति चेत् तत्र एकवचने राजापदस्य द्वितीयविभक्ति एकवचन द्वितीय एकवचनं राजा राजानं तत्र राजानम् अनुसरन् राजानम् अनुसरन्ति इदानीं राजा नास्ति चेत् तत्र तेषां क्लेशः भवति खलु किं करणीयम् इति अतः राजानं राजानम् अनुसरन्ति किन्तु कुर्वन्ति इति चिन्ता तस्मिन् मनसि भवन्ति तेषां मनसि भवन्ति सत्यं किं कर्तव्याता विमूढाः जायेरन् हा तत्र जायेरन् पुनः लकारः कः जायेरन् लङ्लकारे बहुवचने न न जायेरन् लकारे बहुवचने हा तत्र रन् अस्ति चेत् मिडिलिङ्ग् लकारः कुर्वीरन् लभेरन् जायेरन् कर्तव्यता विमूटाः किं करणीयम् इति ते विमूटाः विमूटाः तत्र भूधातुः उपयुज्य तस्य प्रयोगं कुर्मश्चेत् भवेयुः विधिलिङ्गकारे भूधातोः किं बहुवचनं किं कुर्युः इति किं कुर्युः तत्र सैनिकाः किं कुर्युः भवेयुः ते किं कर्तव्यता विमूढाः भवेयुः तत्र किं कर्तव्यता विमूढाः तत्र विमूढाः नाम ते न जानन्ति तत्र तेषां क्लेशः अस्ति विमूढाः तत्र विमूढाः नाम यस्मिन् मार्गे गन्तव्यम् इति तत्र अग्रे कथम् अग्रे गन्तव्यम् इति तैः न ज्ञातम् इति कृत्वा तत्र विमूढाः इति वदामः कस्मिन् विषये ते विमूढाः भवन्ति किं कर्तव्यता विमूढाः इदानीं किं करणीयम् अग्रे किं करणीयम् इति ते न जानन्ति अतः किं कर्तव्यता विमूढः सैनिकः अथवा सैनिकाः भवन्ति किं कर्तव्यता विमूढाः सैनिकाः ते सर्वे भवेयुः धायवन् अस्तु अग्रिमवाक्यमस्ति भगिनि अतः भवान् आदौ विकीर्णस्य सैन्यस्य एकत्रीकरणं कुर्वीत कुर्वीत विधिलिङ्लकारे एकवचने हा कुर्वीत समीचीनं भगिनि हा विकर्णस्य सैन्यस्य एकत्रीकरणं कुर्वीत आदौ प्रथमतया विकर्णस्य सैन्यस्य एकत्रीकरणं करोतु इति कुर्यात् इति हा तत्र यत् सैन्यम् एकस्मिन् स्थले आसीत् किन्तु इदानीं किम् अभवत् तस्य केचन जनाः अत्र सन्ति अन्ये जनाः अन्यत्र सन्ति केचन जनाः पलायिताः सन्ति राजा इव राजानाम् अनुसृत्य ते अपि पलायिताः अतः तत्र सैनिकाः एकस्मिन् स्थले न सन्ति इति कृत्वा प्रथमतया तत्र तादृशस्य सैन्यस्य करोतु प्रथमतया करोतु हा कुर्यात् अथवा कुर्वीत इति कुर्वीत इति विधिलिङ्ग हा विधिलिङ्ग एव कुर्यात् तत्र आत्मनि हा कुर्यात् इति परस्मै समीचीनं भगिनि अस्तु अग्रे सिन्धुराजस्य सैन्ये विद्यमानान् दोषान् दोषान् लोपान् च जानीयात शत्रुदेशस्य सैन्यस्य सैन्ये विद्यमानाः दोषाः लोपाः च भवान् जानीत तत्र जानीयात अस्ति चेत् जानीयात विधिलिङ्ग विधिलिङ्ग एव हा परस्मैपदी तत्र जानीयातां हा परस्मैपदी नास्ति भगिनि यतोहि परस्मैपदी तु जानीयात् इति भवति खलु जानी एतत्तु आत्मनेपदी अस्ति ओ जानीयात जानीते इति लट्लकारे तदेव अस्ति मध्यमपुरुष बहुवचनं न महोदय किं भगिनि मध्यमपुरुष बहुवचनरूपं शक्नुयात् न तत्र मध्यमपुरुषे नास्ति भगिनि यतोहि तत्र जानीयात् मध्यमपुरुषे तत्र स्थूलक्षरैः दत्तं खलु अतः तत्र आत्मनेपदी धातु इति सङ्केतः अस्ति तत्र आत्मनेपदी धातूनां तत्र दृष्टवन्तः तत्र वर्दे लभेथाः इति एव भवति खलु महोदय जानीयात् इति मध्यमपुरुष बहुवचनरूपमस्ति महोदय परस्मैपदीयात् जात अस्ति न महोदय न धातु गृहि महोदय 93 पेज् मध्ये रूपाणि 94 जानीयात् जानीयातां जानीयुः जानीयात् ओ अस्तु अस्तु हा अस्तु अस्तु मध्यमपुरुषे बहुवचने अस्ति महोदय अस्तु धन्यवादः भगिनि धन्यवादः किन्तु तत्र किमर्थम् इदानीं तत्र स्थूलक्षरैः दत्तमस्ति विधिरूपम् अस्ति महोदय तदेव विधिलिङ्ग परस्मैपदी विधिलिङ्ग परस्मैपदी विधिलिङ्ग युः याः यातं यात यां यावयामः सत्यं सत्यं हा समीचीनं किन्तु तत्र विधिलिङ्ग विधिलिङ्ग तु अस्ति किन्तु आत्मनेपदी धातु नास्ति खलु अतः तत्र परस्मैपदी हा परस्मैपदी अस्ति. समीचीनं भगिनी, धन्यवादः. गीताञ्जलि भगिनी धन्यवादः. हा समीचीनमेव अस्ति भगिनि. हा अतः किन्तु तत्र तत्र अतः कर्तृपदं किं भवति? उत्तम मध्यमपुरुष बहुवचने अस्ति. हा किन्तु किमर्थं यूयम् इति तत्र भवेत्? किन्तु तत्र यूयं किमर्थम् अस्ति? केवलं तत्र भवान् अथवा त्वम् एव भवेत् खलु? सैन्ये महोदय, सैन्यस्य बहुवचनं वा तत्र? सैन्यं यूयं यूयं हा किमर्थं यूयम् इति अस्ति तत्र? मम मनसि अहं न अवगच्छामि किमर्थं तदस्ति इति. अस्तु, किन्तु रूपं तत् समीचीनमेव, जानीयात इति. महोदय, तत्र दोषान् लोपान् च जानीयात, दोषान् अपि च लोपान्, यद् नास्ति तदपि जानी त्वं यूयम्. अस्तु, यूयं कर्तृपदं तु यूयमेव, कर्तृपदं यूयम्. हा कर्तृपदं तु यूयमेव. किम यूयम् इत्युक्ते किं? हा तत्र यूयं नाम किं? तत्र सञ्जयः इति राजा अस्ति, सञ्जयः इति राजा अस्ति, तस्य माता अस्ति, तत्र यूयं नाम सर्वे सैनिकाः स्थिताः अन्य राजा मिलित्वा यूयम् इति सा वदति. अत्र अन्य कोऽपि नास्ति, अन्तःपुरे सन्ति. यूयं जानीयात, किं जानीयात? सिन्धुराजस्य सैन्ये विद्यमानान् दोषान्. तत्सर्वं समीचीनं भगिनि, तत्सर्वं समीचीनं. किम् इति कर्मपदस्य विषयं समीचीनं, किन्तु तत्र जानीयाः इति जानीयाः इति रूपं तत्र जानीयाः अस्ति. त्वं जानीताः इति प्रायशः समीचीनं. मुद्रणदोषणं किन्तु यूयं सैन्यैः सह तदेव मन्ये महोदय. इत्युक्ते राजा अपि च सैनिकाः सर्वे यूयं जानीयात, किं जानीयात? सिन्धुराजस्य सैन्ये विद्यमानान् दोषान्. इत्युक्ते महोदय, वाक्ये तत्र इति अस्ति चेत् स्पष्टं भवति. इत्युक्ते सिन्धुराजस्य सैन्ये विद्यमानान् दोषान् लोपान् च इति जानीयात. लोपान् जानीयात, किन्तु सैनिकः त्वं नाम अद्यूयं नाम त्वम् अपि तत्र सैनिकाः अपि सैनिकाः सर्वे मिलित्वा तदेव चिन्तयामः. अस्तु, पूर्वं वाक्यम् अतः भवान् आदौ विक्रीणस्य सैन्यस्य एकत्रीकरणं कुर्वीत. प्रथमं त्वम् एतत् कुरु, अनन्तरं सिन्धुराजस्य सैन्ये विद्यमानान् दोषान् लोपान् च जानीयात. सर्वे मिलित्वा जानीयात्. तत्र एतत् करोतु, तदनन्तरम् अन्यत् किमपि द्वितीये वाक्ये तत्र कर्तृपदं त्वं भवति अथवा भवान् इति भवति, किन्तु यूयम् इति अस्ति चेत् तत्र एते सैनिकाः तत्र. अस्तु, तदेव स्वीकुर्मः, चिन्ता मास्तु. अस्तु, हा अग्रे समीचीनमेव. अस्तु, अग्रे वेद लक्ष्मी भगिनी अग्रे. तस्य शत्रवः राजानः ये सन्ति तान् अपि आह्वयेत्. हा तत्र तस्य इति कस्य? सिन्धुराजस्य शत्रवः राजानः ये सन्ति, के सन्ति तान् सर्वान् आह्वयतु. विधिलिङ्ग आह्वयत् इति विधिलिङ्ग परस्मैपदी विधिलिङ्ग विधिलिङ्ग अस्तु आह्वयति आह्वयेत् अस्तु समीचीनं तदनन्तरं तेन सह युध्येत युध्येत विधिलिङ्ग् एकवचनं प्रथमपुरुषे एकवचनं समीचीनं तत्र तेन सह नाम तत्र शत्रवः इति अस्ति शत्रवः इति स्थाने तृतीया बहुवचनरूपं किं भवति शत्रवः राजानः केवलं शत्रवः शत्रवः इति एकवचने किम् अस्ति शत्रवः बहुवचने अस्ति शत्रु शत्रवः इदानीं तृतीयविभक्तिरूपं शत्रुणा शत्रुभ्यां शत्रुभिः अतः तत्र तदनन्तरं तेन शत्रुभिः सह युध्येत महोदय तेन सह युध्येत तत्र माता किं तस्य नाम विदुला एकस्मिन् काले एव पुत्रम् एव एतत् सर्वं वदन्ती अस्ति अत्र सर्वत्र प्रथमपुरुषे एकवचने दत्तानि रूपाणि जानीयात विहाय तत्र युद्धेत विजयेत इति कुर्वीत जानीयात् इति भवनीयम् इति मन्ये तत्र महोदय मुद्रणदोषः एव अस्ति इति तदनन्तरम् एकस्मिन् काले एव वदन्ती अस्ति अग्रे वदति आह्वयेत् इति युद्धेत इति वदति विजयेत इति सत्यं भगिनि अतः एव मम मनसि क्लेशः आसीत् किन्तु भवान् कुर्वीत इति तत्र भवान् इति प्रथमपुरुषे वदन्ति अस्ति अधुना त्वम् इति न एकवचने उत्तम तत्र प्रथमपुरुषे एकवचने भवान् इति उपयुज्य वदन्ति अस्ति अधुना किमर्थं चेत् पूर्वं सः बहु कुपिता अभवत् अधुना भवान् इति उपयुज्य वदन्ति अस्ति अस्तु अस्तु पूर्वं सा त्वम् इति उक्तवती त्वम् इति उक्तवती अस्तु माता जानीयात् इति एव भवेत् इति मातार तत्र मातारः एतत् कुर्वन्ति वा इति कुपिताः भवन्ति चेत् कुर्वन्ति इति मन्ये समीचीनं भगिनि अस्तु अस्तु अस्तु तर्हि अग्रे तत्र किमस्ति भवान् अवश्यं विजयेत इति तं प्रोत्साहितवती तत्र इदानीं विजयेत नाम विजयेत इति एक प्रथमपुरुष एकवचने विजयते विजयेत तदेव भवति तदेव भवति तत्र भवान् अवश्यं विजयेत संशयः नास्ति सा प्रोत्साहं दत्तवती तस्मै समीचीनं भगिनि अस्तु अग्रे तत्र वंशीसुता भगिनी वक्तुम् इच्छति वा अग्रे पठामि मातुः वचनेन सञ्जयः जागरितः मातुः इति षष्ठी विभक्तौ अस्ति वचनेन तृतीयविभक्ति सञ्जयः जागरितः जागरितः इति कीदृशपदम् अस्ति जागरितः तत्र स्वप्रत्ययः स्वप्रत्ययः अस्ति सञ्जयः तत्र सञ्जयः जागरि सञ्जयः जागरितः अस्तु वचनेन सञ्जयः अस्तु कर्तृत्वे आम् आं महोदय समीचीनं सञ्जयः जागरितः अतः तत्र सञ्जयः मातुः वचनान् श्रुत्वा सः जागरणम् अभवत् तस्मिन् जागरणम् अभवत् सः किं करोति इत्युक्ते सः असामान्यं धैर्यम् अलभत सः असामान्यं वा सः तस्मिन् सः असामान्यं धैर्यं कीदृशं धैर्यम् असामान्यं धैर्यम् असामान्यं धैर्यं समीचीनं परन्तु धैर्यं तु सः इति भवति वा महोदय तत्र सः नाम अलभत सः प्राप्तवान् प्राप्नुवः तत्तु समीचीनं, तत्र तु विधि तत्र तु लङ् लकारः अस्ति, अलभत इति लङ् लकार प्रथमपुरुषः एकवचनम् अस्ति, सः अलभत, ओ अस्तु, सः अलभत असामान्यं धैर्यम् असामान्यं धैर्यम् अलभत, असामान्यं सामान्य अस्ति यत् असमा तत्र सामान्यस्य अधिकम् अस्ति इत्युक्ते तत्र अधिक इति तत्र मितिः नास्ति, मितिः नास्ति तादृशं धैर्यम् अस्तु. तस्य उत्साहः अवर्धत, तस्य उत्साहः अवर्धत इत्युक्ते तत्र लङ् लकार वर्ध धातु अस्ति, धैर्यस्य वृद्धिः जातः, वृद्धिः जाता. समीचीनं. सः उत्थाय मातरं प्रणम्य, अम्ब धीरमातुः भवत्याः वचनैः अहं नूतनः मनुष्यः अजाये. तत्र सः उत्थाय तु लियप्रत्ययः अस्ति, उत् योगः स्था इति धातुतः उत्थाय इति भवति. मातरं प्रणम्य, मातरम् इति द्वितीया विभक्ति, माता इति शब्दस्य द्वितीया विभक्ति अस्ति एकवचनं. मातरं प्रणम्य तदपि तत्र अपि ल्यप्रत्ययप्र योगः नम् योगः ल्यप् इति प्रत्ययः अस्ति. मातरं प्रणम्य अम्बा इति सम्बोधन एकवचन अस्ति. धीरमातुः भवत्याः वचनैः, धीरमातुः तत्र तु षष्ठी अस्ति न महोदय, धीरमातुः धीरमातुः भवत्याः वचनैः, भवत्याः अपि षष्ठी भवति, तत्र विशेषभावः अस्ति. धीरमातुः भवत्याः वचनैः, वचनैः इत्युक्ते तत्र तृतीया विभक्ति बहुवचनम् अस्ति वचनशब्दस्य, वचनैः अहं नूतनः मनुष्यः अजाये, अहं नूतनः मनुष्यः, तत्रापि विशेषणविशेषभावः अस्ति, मनुष्यः इत्यस्य नूतनः इति विशेषणविशेषभावः अस्ति. अजाये इत्युक्ते अहम् इति उत्तमपुरुषस्य तत्र विधिर्लिङ्ग् अस्ति वा, तत्र न तत्र लङ् तकारः अस्ति, अजाये अहम् अभवम् तत्र धीरमातुः इति पदस्य तत्र द्विवचनं तत्र केवलम् एकमेव स्थिति न, यतोहि तत्र धीरस्य मातु तत्र प्रथम विभक्तिरूपं स्वीकुर्मः धीरमाता इति, धीरमाता इति भवति न, हा धीरमाता मा इति हा, किन्तु तत्र तत्र धीरस्य माता इति अपि भवितुमर्हति, अन्यत् भवति तत्र धीरा माता इति, मातायाः मातुः विशेषणमस्ति न महोदय, न तु तत्र हा धीरस्य माता एषा इति वार्ता नास्ति, यतोहि तत्र एतावत् अतः इदानीं तत्र तद् नास्ति, इदानीं केवलं सा धीरा अस्ति इति एव वार्ता, तदनन्तरं तत्र अन्यः अर्थः अपि भवितुम् अर्हति, किन्तु एतावत् केवलम् एकः एव अर्थः, धीरा माता, एषा माता धीरा अस्ति इति एव अग्रे अग्रे मम पराक्रमं लोकतां, मम पराक्रमं लोकताम् इति लोकतामिति परस्मैपदि धातु, लोकताम् इति विधिर्लिङ्ग् अस्ति, न तत्र लोट्लकारः अस्ति न महोदय, लोकतां प्रथमपुरुष एकवचनं वा, लोकतां लोकेतां लोकन्ताम् आलोकताम् आलोकताम् इति लोकताम् इत्युक्ते पश्यतु इति भवति वा तत्र, पश्यतु भवति पश्यतु भवति इति एव इति अस्ति खलु, भवति इति एव तत्र भवता लोकता पराक्रमं भवती लोक भवती अस्तु, अद्य अवश्यं विजयं लभेय, अद्य अवश्यं विजयं लभेय इति आत्मनेपदिरूपमस्ति, विधिर्लिङ्ग् उत्तम पुरुष एकवचने अहं लभेय अहं लभेय समीचीनम् अद्य अवश्यम् अहं विजयं लभेय इति उक्त्वा बिभ्रार्थं प्रातिष्ठत् इति उक्त्वा तत्रापि त्युक्त्वा प्रत्ययः अस्ति युद्धार्थम् इति द्वितीया विभक्तौ अस्ति प्र अतिष्ठत् प्रयोगः उपसर्गः अतिष्ठत् अस्ति अतिष्ठत् इति लङ्लकार आत्मनेपदीरूपम् अस्ति अयोगस्थाधातुतः प्रथमपुरुष एकवचनम् अतिष्ठत् समीचीनं वा महोदय अतिष्ठत तत्र प्रातिष्ठत अतिष्ठत इति प्रातिष्ठते इति प्रतिष्ठते इति भवति प्रथमपुरुष लङ्लकारः नास्ति वा अतिष्ठत अलभत इति अस्ति न सत्यं प्रथमपुरुषे एकवचने एव एकवचनं हा लङ्लकारः अस्ति प्रायोगः अतिष्ठत् अतिष्ठत क्षम्यताम् अतिष्ठत सत्यं भगिनि तदेव अस्तु समीचीनं धन्यवादः धन्यवादः भगिनि अस्तु अग्रे तत्र प्रिया भगिनी करोति वा अस्तु तर्हि गीताञ्जलि भगिनी करोति वा आं महोदय सञ्जयः मातृवचनानुसारेण शीघ्रमेव सैन्यं सज्जीकृत्य झटिति शत्रोः सैन्यस्य उपरि आक्रमणम् अकुरुत इत्युक्ते सञ्जयः अकुरुत तु लङ् रूपं प्रथमपुरुष एकवचनं किम् अकुरुत आक्रमणम् अकुरुत कुत्र अकुरुत शत्रोः सैन्यस्य उपरि अकुरुत झटिति अकुरुत तत्र सज्जीकृत्य झटिति किं कृत्वा किं कृत्वा मातृवचनानुसारेण न सैन्यं सज्जीकृत्य सैन्यं सज्जीकृत्य झटिति आक्रमणम् अकुरुत इति समीचीनम् अकुरुत अपि च कुरुते इति पदस्य लङ्लकारः अकुरुत तत्र मातृवचनानुसारेण नाम मातुः वचनानुसारेण मातृवचनस्य अनुसारम् अनुसारं मातुः वचनं वचनस्य अनुसारं तस्य तृतीया मातुः वचनस्य अनुसारेण मातृवचनानुसारेण इति भवति तृतीया अपि तत्र सज्जीकृत्य इति विषये तत्र सज्जीकृत्य इति तत्र क्रियापदं सज्जीकृत्य सज्जीकरोति तत्र तत्र विशेषप्रत्ययः अस्ति तत्र तत्र स्पष्टीकरोति शुक्लीकरोति सज्जीकरोति इति तत्र शुक्लीकरोति अपि अस्ति न महोदय शुक्लीकरोति अपि अस्ति तत्र प्रत्ययः अस्ति छ्वी प्रत्ययः तत्र दीर्घ इकारः भवति तत्र सज्जीकरोति तत्र छ्वी प्रत्ययस्य केवलं तत्र करोति अथवा भवति इति केवलं धातुद्वयम् एव अतः तत्र अपि च भू भू धातुः सज्जीभूय अपि तत्र छ्वी प्रत्ययस्य प्रयोगं यदा कुर्मः तत्र किं भवति तत्र ल्यब् रूपं भवति तत्र अतः एव तत्र इति नास्ति सज्जीकृत्य तत् उपसर्ग इव भवति तत्र च्वि प्रत्ययस्य योजनेन अतः तत्र सज्जीकृत्य इति एव भवति ल्यप् एव भवति तत्र अतः अत्रापि तत्र सज्जीकृत्य इति ल्यबन्तरूपं दीर्घैकारः च्वि प्रत्ययः धातु एव भवति हा केवलं केवलं धातुद्वयं भगिनि सत्यं भूधातुः क्रूधातुः तत्र शुक्ली भूया कृष्णी भूया अपि अन्यत् एतादृशं कोऽपि अन्य कोऽपि वदति वा करोति इति तत्र सज्जीकरोति तादृशम् अन्यानि पदानि कोऽपि वक्तुमिच्छति वा समस्तपदम् इव भवतु तत्र सज्जीकरोति वा अन्यत् पदं किमपि अपि स्मरति वा स्पष्टीकृत्य हा स्पष्टीकरोति स्पष्टीभूय स्पष्टीकृत्य समीचीनं भगिनि हा अन्यत् समीकृत्य हा समीकृत्य समीचीनं भगिनि हा समीकृत्य समीभूय हा तत्र द्यबन्तरूपं साधारणस्य अन्यत् कोऽपि अस्ति वा तस्य बहु उपयोगः अस्ति तत्र छुयि प्रत्ययः स्वच्छीकृत्य किं भगिनि स्वच्छीकृत्य हा समीचीनं स्वच्छीकृत्य स्वच्छीभूय हा समीचीनं भगिनि हा अस्तु अतः तत्र तदेव अस्ति सज्जीकृत्य हा सुजाता भगिनी नमस्कार भगिनी नमस्कार भगिनी वदतु भगिनी प्रत्यय तालव्यशकारः दीर्घवीक् ईकारः अस्ति प्रत्यय छुयि छुयि इति तत्र चू छुयि चकारः वकारः इ हा चकारः केवलं ह्रस्व इकारः छुयि ह्रस्व इकारः चकारः न न तालव्यशकारः न न चकारः एव चकारः बकारः इकारः श्वी धन्यवादः महोदय हा समीचीनं भगिनि हा अस्तु धन्यवादः अस्तु गीताञ्जलि भगिनी अग्रे विजय मो विजयोन्मत्तः सिन्धुराजः तस्य सैनिकाः च एतेन आक्रमेण आक्रमणेन व्यस्मयन्त हा तत्र व्यस्म तत्र व्यस्मयन्त इति रूपं किं कीदृशमस्ति लट्लकारे इति व्यस्मयन्त तु लट्लकारे बहुवच हा लट्लक् लटि रूपम् अस्ति व्यमयते स्मयते इति अस्ति स्मयते इति पदस्मयति हा विस्मयते समीचीनं विस्मयन्ति महोदय विस्मयते विस्मयते इति आत्मनिपदि धातु अस्ति विस्मयते विस्मयते तत्र वि त्यजामः स्मयते इति स्वीकुर्मः तस्य लङ्लकारः अस्मयत इदानीं पुनः तत्र उपसर्गं योजयामः अतः वियोगः अस्मयत व्यस्मयत व्यस्मयत व्यस्मयत व्यस्मयत व्यस्मयेतां व्यस्मयन्त मयन्त व्यस्मयथाः व्यस्मयथाः व्यस्मयथाः व्यस्मयेथां व्यस्मयध्वं व्यस्मये व्यस्मयावहि व्यस्मयामहि हा इति समीचीनं भगिनि तदेव अस्ति अस्तु भगिनि अस्तु महोदय तत्र अन्तिम अग्रे हा हा सञ्जयस्य सैनिकाः अपूर्वशौर्येण अयुध्यन्त अयुध्यन्त तत्र अपि लङ् हा लङ्गस्य अयुध्यन्त ते हा बहुवचनं विजयं वाक्ये किम् आसीत् तत्र सिन्धुराजः कीदृशः आसीत् विजयोन्मत्तः आसीत् अहं विजयं प्राप्तवान् इति उन्मत्तः आसीत् उन्मत्तः नाम यः तत्र सम्यक्तया चिन्तनं न करोति तत्र सन्तोषेण उन्मत्तः भवति, अन्ये अन्यत् कारणादपि उन्मत्तः भवितुम् अर्हति, किन्तु अत्र विजयोन्मत्तः विजयेन उन्मत्तः उन्मत्तः आसीत्। तादृशः राजा अपि तस्य सैनिकाः सर्वे आश्चर्य ते सर्वे चकिताः अभवन् एतस्य राज्यस्य आक्रमणेन, आक्रमणं दृष्ट्वा ते सर्वे चकिताः अभवन्। सञ्जयस्य सैनिकः अपि अपूर्वशौर्येण, अपूर्वं नाम अपूर्वशौर्यं न दृष्टम्, अपूर्वं न दृष्टं, दृष्टं शौर्यं, पूर्वं तु ते पलायनं कृतवन्तः, इदानीं शौर्येण ते सर्वे कृतवन्तः, विजयमपि प्राप्तवन्तः, अन्तिमम् अलभन्त च। विजय श्रीलालितं पुत्रं विदुला यथोचितं स्वागती कृतवती। तत्रापि त्वयप्रत्ययः स्वागती कृतवती, स्वागती किं कः कृतवती, विदुला कृतवती, स्वागती कृतवती, स्वागती किं कम कम कृतवती, पुत्रं पुत्रं स्वागती कृतवती। कीदृशं पुत्रं? विजयश्री, विजयश्रीलालितं, विजयश्री, विजयश्रीलालितं पुत्रं, विजयश्री भूषणं तस्य अस्ति, तादृशं भूषणं धृत्वा सः अस्ति, अथ विजयश्रीलालितं पुत्रम् अस्ति, तं पुत्रं स्वागती कृतवती। समीचीनम्। अस्तु, इदानीं तत्र पाठं तु समापितवन्तः, अद्य अग्रे अभ्यासाः सन्ति, तत्र तत्र अग्रिमवर्गे कुर्मः। अस्तु तर्हि, धन्यवादः भगिनि। अस्तु, तत्र लक्ष्मी भगिनी अन्ते भवती एव तत्र शान्तिमन्त्रं वदति वा भगिनि? अस्तु महोदय। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्ति। श्रीगुरुभ्यो नमः, हरिः ओम्। धन्यवादः महोदय। धन्यवादः भगिनी।